नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे तत्र आशीर्लिङ्ग् परस्मैपदि इति पाठः अनुवर्तते. तत्र आर्धधातुकप्रकरणम् इति शीर्षकमस्ति. आशीर्लिङ्ग् लकारः परस्मैपदी इति तत्र प्रथमम् अप्राप्तं प्राप्तुम् इच्छा इत्यर्थे आशीर्लिङ्ग् विधीयते. तत्र आशिषि लिङ्ग् लोटौ इति सूत्रमस्ति. आशीर्वादार्थे धातुभ्यः लिङ्ग् लोट् च लकारः भवतः लकारौ भवतः इति. तत्र परस्मैपदिविषये एव किमर्थम् इत्युक्ते अस्माकं चिन्तनं तु यत्र इडागमः न भवति इति, अत्र तु यासुट् इति आगमः भवति. तत्र सिद्धतिङ् प्रत्यय यकारादयः अतः वलादिः नास्ति इति कृत्वा तत्र इडागमस्य चिन्तनं नास्ति. अतः एतदेव वयं प्रेरणार्थे निच् इति एतस्मिन्नेव क्रमे आगच्छामः किल. अतः आशीर्लिङ्ग् परस्मैपदि दातवः परस्मैपदिनः दातवः अपि वलादयः न इति कृत्वा तत्रापि इडागमः न भवति. सिद्धप्रत्ययाः यात् यास्तां यासुः याः यास्तं यास्त यासं यास्व यास्म इत्येव तत्र सिद्धप्रत्ययाः. तत्र लिङ्गाशिषि इत्यनेन तत्र आशीर्वादार्थे यद् लिङ्ग् विधीयते तस्य साक्षात् आर्धधातुकसंज्ञा भवति इति दृष्टवन्तः. तत्र यदा वयं जानीमः तत्र विधिलिङ्ग् अपि अस्ति आशीर्लिङ्ग् अपि अस्ति, परन्तु यत् आशीर्वादार्थे यद् लिङ्ग् विधीयते तस्य तु आर्धधातुकसंज्ञा भवति इति. तत्र धातु आदेशः इति प्रथमचिन्तनम् आसीत्. तत् अस्तेर्भूः इति सूत्रं दृष्टवन्तः, परिचितं सूत्रमेव. तत्र अस्थाने भू आदेशः भवति इति सामान्यसूत्राणि एव. अन्यत्र अपि यत्र यत्र आर्धधातुकप्रत्ययाः सन्ति तत्र तत्र एतेषां कार्यमपि भवति. चक्षिङ्क्याञ्च् इति सूत्रमपि वयं जानीमः. तत्र आर्धधातुकप्रत्यये परे चक्षिङ् इत्यस्य क्याङ् इति आदेशः भवति, धातु आदेशः इति. इति रूपम् अज्योगः यात् वियात् इति तदपि दृष्टवन्तः. अनन्तरं भ्रुवो वचि इति सूत्रं परिचितसूत्रमेव. तत्रापि वच आदेशः भ्रुवः स्थाने वचि आर्धधातुके. हन् वध लिङ्गि हन् धातोः पूर्वस्मिन् पाठे अपि दृष्टवन्तः. आशीर्लिङ्ग् प्रत्यये परे वध इति आदेशः भवति. वध्यात् इति तत्र अस्माकम् अतोलोपः इति सूत्रस्य कार्यम्. अनन्तरम् एजन्तधातूनाम् आत्वम् इति आदेश उपदेशेयशिति इति परिचितं सूत्रमेव. तत्र एजन्तधातूनाम् आत्वं ग्लै ग्ला इति भवति, म्लै म्ला इति भवति. अतः षट् सूत्राणि यस्य कस्यचित् आर्धधातुकप्रत्यये परे एतेषां कार्याणि भवन्ति, केवलम् आशीर्लिङ्ग् इति न. आर्धधातुकप्रत्ययः परे अस्ति चेत् अशित् यदा आदेश उपदेशे अशिति इति अशिति प्रत्ययः आर्धधातुकप्रत्ययः त्रातः अस्य कार्यं भवति एव. षट् सूत्राणि सर्वदा स्मर्तव्यानि. अनन्तरम् अस्माकं विवक्षा लिङ्ग्लकार परस्मैपदी, तत्र तु यासुटागमः. यासुट् परस्मैपदेषु उदात्तो निच्च, अत्र नित्वम् अपि आरोपितं भवति. यासुड् इति आगमः भवति इति अनेन सूत्रेण उच्यते. अनन्तरं तत्र वयं तिङ् प्रत्यय सिद्धिः कथं भवति, तिप् सस्ति इति आरभ्य यास् पर्यन्तं तिप् इति आरभ्य तत्र यासुट् आगमः भूत्वा कथं रूपाणि साधयन्ति इति वयं गतसप्ताहे दृष्टवन्तः. इतश्च तस्तस्तमेपां तां संसामः जेर्जुस् नित्यं नीतः इति सूत्राणि बहुपूर्वं पठितानि. गतसप्ताहे अपि वयं पठितवन्तः. यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म इति अस्माकं सिद्धप्रत्ययाः इदानीम्. अनन्तरं तत्र अतिदेशः इति गतसप्ताहे तदपि आरम्भं कृतवन्तः. तत्र यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण यासुट् आगमः भवति. अनन्तरं तस्य अग्रिमसूत्रमस्ति किदाशिषि इति. तत्र यद् यासुट् इति आगमः भवति तस्य कित्त्वम् आरोपितम्. यासोत् परस्मैपदेषु उदात्तो निच्च इत्यनेन नित्वं प्रथमम् आरोपितं भवति, परन्तु अस्माकं तत्र प्रयोजनम् अस्ति, कित्वस्य आवश्यकता अस्ति इति कृत्वा किद्दासिषि इति अग्रिमसूत्रेण तत्र कित्वम् आरोपितम्। प्रत्ययस्य एव कित्वं भवति आगमस्य कित्वप्रयोजन अभावात् इति स्मर्तव्यम्। अतः फलितार्थः प्रत्ययस्य कित्वं भवति इति तद् अनन्तरम् अस्माकं जागृविच्छिन्नल् नित्सु इति सूत्रमपि तत्र जागृधातोः गुणः भवति स्म पर गुणः भवति विचिण्णल् नित् इत्येषां प्रत्ययानां पर्युदासे। इदानीं तत्र तु अस्माकं गुणः इष्टः, अतः अत्रापि कित्वस्य प्रयोजनम् अस्ति किदाशिषि इत्यस्य। एतावदेव वयं पठितवन्तः किल, एत आशीर्लिङ्ग् तिङन्तव्युत्पादनविधिः इति आरभ्य अस्य पठनीयं। महोदय भवान् एव आरम्भं करोति वा? अस्तु, एकनिमिषम्। आशीर्लिङ्ग् तिङन्त अस्तु उत्पादनविधिः खलु, ततः आम् जागृविच्छिन्नल् नित्सु गतसप्ताहे पठितवन्तः किल पर्युदास, तद् वयं चिन्तनं कृतवन्तः किल, तस्मात् अनन्तरमेव आशीर्लिङ्गे तिगन्तव्युत्पादनविधिः। अस्माभिः ज्ञायते यत् आर्धातुकप्रक्रियायां धातुगणम् अनुसृत्य चिन्तनं न भवति, यतोहि धातुगणविशिष्टविकरणप्रत्ययाः न भवन्ति। अत्र तिगन्तरूपाणां निर्माणार्थविधिः विशिष्यते धातोः अन्तिमस्वरम् अनुसृत्य। सूत्राणाम् आयोजनं तादृशम्, अतः प्रक्रियायाः आयोजनमपि तादृशं भवेत्। तदर्थं यथापूर्वम् आर्धधातुकप्रक्रियायां चिन्तनम् अजन्तधातूनां हलन्तधातूनां कृते विभक्तम्। तत्र पुनः उपविभजनम् अजन्तधातुषु आकारान्ताः, ईकारान्ताः, ईकारान्ताः, ऊकारान्ताः, दीर्घ ऊकारान्ताः, ऋकारान्ताः, दीर्घ ऋकारान्ताः, एजन्ताः च। उपविभजनं हलन्तधातुषु अदुपदाः, इदुपदाः, उदुपदाः, ऋतुपदाः, अवशिष्टाः इति। अत्र धातुगणानुसृत्य न भवति, आधुनिकप्रक्रियायां वयम् अन्तिमधातोः अन्तिम स्वरम् अवलम्ब्य भवति। यदि अजाज अस्ति, अजन्त अस्ति चेत्, अपि च हलन्त अस्ति चेत् तत्र तत्र उपदा वर्णं स्वरं दृष्ट्वा तत्र विभजनं भवति, अत्र प्रक्रियायाः तत्र सौकर्याय तत्र प्रक्रिया तादृशं भवति। अतः सूत्राणि तादृश सन्ति, अतः तत्र सुलभः भवति इति दत्तमस्ति। अग्रे पठामि वा? आम् आम् महोदय। आशीर्लिङ्ग् प्रश्ने पदे इति पाठस्य तिगन्तव्युत्पत्तिविधिः चतुर्षु भागेषु विभक्तः। प्रथमः भागः अस्ति सामान्यः अजन्तदातवः, हलन्तदातवः च। सामान्यदातवः, अजन्त अपि च हलन्तदातवः। अग्रे द्वितीयः भागः अस्ति सम्प्रसारिणः दातवः, सम्प्रसारिणी इति अस्तु निनः इति। अनुजितः दातवः, च्युरादिगणीयदातवः, प्रेरणाते निजन्तदातवः च इति अत्र चतुर्षु भागेषु विभक्त अस्ति। सामान्य अजन्तदातवः, हलन्तदातवः च। तत्र अजन्तदातवः आकारान्त एजन्तात् दातवः। अत्र मूले आकारान्ताः एजन्ताः च दातवः मिलित्वा द्रष्टव्या, यतोहि अशिति प्रत्यये परे सर्वे एजन्तदातवः आदे च उपदेश अशिति इति सूत्रेण आकारान्ताः भवन्ति। अत्र एतत्तु तत्र अशित् प्रत्यये अस्ति इति कृत्वा तत्र यत्वम् आत्वं विधीयते। आशीलिङ्गि ये प्रत्यया दातुभ्य विधीयन्ते ते सर्वे अक्षितः, अतः अत्र एजन्तदातवः आकारान्ताः भवन्ति। अस्तु, अत्र आकारान्तापि एजन्तदातूनां मिलित्वा अत्र दत्तमस्ति। किमर्थम् इत्युक्ते एजन्तदातवः आदेश उपदेश अशीति इत्यनेन तत्र आशीर्लिङ्ग अशीत् अस्ति इति कृत्वा तत्र साम्यं भवति, आकारान्ता एव भवति अन्तः गत्वा। सामान्यः आकारं दातवः, एषा किमपि कार्यं नास्ति, केवलं धातुप्रत्ययोः मेलनं, यथा वा योग वायात् पायात् भायात् इति भायात् इति वायात् वायास्तं वायासुः इति वायाः वायास्तं वायास्ता वायासं वायास्व वायास्म तथैव तत्र पा अपि च भा एतेषां रूपाणि तथैव भवति. सर्वे सामान्य आकारं धातूनाम् आशीर्लिङ्गिरूपाणि एवमेव भवन्ति. अतः सामान्य आकारं धातूनाम् इदानीं रूपम् अस्माभिः दृष्टं. सामान्य किमपि नास्ति तत्र, केवलं प्रत्यययोजनं भवति अत्र, कार्यं किमपि नास्ति तत्र. वा सवर्णदीर्घसन्धि वा न क्षम्यतां, तदपि नास्ति. एकारादिधातुः अस्ति, किमपि नास्ति. केवलं वर्णमेलनमेव, किमपि नास्ति. अप्राप्तस्य प्राप्तुम् इच्छा, तदेव स्मर्तव्यं. वायात् वायास्तां वायासुः इत्युक्ते तत्र अर्थः तु अप्राप्तस्य प्राप्तुम् इच्छा आशीर्वादार्थं. तत्र आशीर्वादः अस्ति, परन्तु अप्राप्तस्य प्राप्तुम् इच्छा इति आशीर्वादः इति नास्ति. इति इच्छा अपि अस्ति चेत् भवति अप्राप्तस्य तादृश. आम्, तत्र कुत्र अस्ति विधिलिङ्ग् इत्यस्य एव तत्र वयम् आमन्त्रण इति तद् षड्विधाः इति पठामः किल तत्र. तत्र तत्र तत्रैव तत्र अस्य अपि तत्र उल्लेखनमासीत् तथा प्राप्तुम् अप्राप्तस्य प्राप्तुम् इच्छा. अतः अत्र पाठे तु किमपि केवलं यत् सामान्यधातुः अस्ति तत्र केवलं वर्णमेलनं रूपसाधनम् इति किमपि नास्ति. पठामः, लघुपाठः एव अस्ति तत्र. रूपं साधय यदा पूर्वस्मिन् पाठे वयं रूपसाधनं यत्किमपि दृष्टवन्तः किल, तादृशं किमपि अत्र नास्ति. सर्वत्र यास्तां यासुः इति साधितम् इति कृत्वा केवलं तत्र वर्णमेलनमेव भवति. पश्यामः, यत्र यत्र वयं वाक्यं वक्तुं शक्नुमः तत्र तत्र तद् कुर्मः. किमर्थम् इत्युक्ते अत्र तु किमपि अन्यकार्यं नास्ति. पा इति पा पिब् धातुः किल, पायात् पायात् इति पा इति पायात् इति तत्र पा रक्षणी इति पायात् इति भवति. तद् न भवति इति अस्मिन्नेव करपत्रे आसीत् तत्र अदादिगणीय पा धातोः तत्र किमपि तत्र श्लोकेषां दृष्टवान् पायात् शिवः पायात् तादृश शिव एकं तत्र हास्यश्लोकः आसीत् तत् तस्मिन् आसीत् पायात् इति तत्र. पा धातुः इत्युक्तौ पा पाने एव नाम भुआदौ पिबति लटि अदादिगणस्य पा धातोः एत्वं न भवति अतः तत्र पायात् इत्येव भवति. अतः पायात् इति पा रक्षणे इत्यस्य विषये, पा पिबति इत्यस्मिन् विषये नास्ति. अतः अत्र अत्र ईत्वम् अस्ति, अत्र एत्वं भवति इति. पेयात् इत्युक्ते प्राप्तुम् इच्छा, पातुम् इच्छा इति भवति. एतत्तु पारक्षणे इत्येव, पारक्षणे इत्येव दातुः पायात्. नमस्ते भगिनि, उषा अस्मि. ऐ वास् इन् द राङ्ग् ऐ वास् इन् द राङ्ग् दिस् थिङ्ग् सारी भगिनि, ऐ वास् वेटिङ्ग् देर् ओ ओ मै मिस्टेक् भगिनि. नास्ति सिद्धान्त, अस्मान् पायात् इति भवति किल एकस्मिन् श्लोके, अस्मान् पायात् इति आगच्छति. अप्राप्तस्य प्राप्तुम् इच्छा, समीचीनं वा? अस्तु, अतः यत्र यत्र शक्यते वयं किञ्चित् वाक्यं निर्माणं कुर्मः. अत्र तु रूपसाधनम् इति किमपि नास्ति. अस्तु, आम्, धन्यवादः महोदय. अरुणा भगिनी, आकारान्तानामपि भवती अपि यत्र शक्यते किञ्चित् वाक्यं वाक्यनिर्माणमपि करोतु भगिनि. आकारान्तानां एत्वं द्वादशानाम् आकारान्तानां धातूनाम् एत्वं भवति. सूत्रमस्ति एर् लिङ्गि गुमास्तागापाजः जहाति जहाति साम् अङ्गानाम् एत्वं स्यात् आददातुक इति लिङ्गि परि गुमास्तागापाजहति साम् जलि इत्येषानाम् इत्यनेन येषां तेषां धातूनाम् आकारस्य स्थाने एकारादेशो भवति स्म. प्रकृतसूत्रम् अस्य अपवादः एह प्रथमान्तं लिङ्गि सप्तम्यन्तं द्विपद्यमितं सूत्रं गुमास्तागापाजहाति सां जलि इत्यस्मात् दा गोमास्तागापाजहाति साम् इत्यस्य अनुवृत्तिः दीङ्ग दीङ्गे युङ्गिचि निति इत्यस्मात् किति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुमास्तागा मा पाज्य हाति सा अङ्गस्य एहः आददातिके किते लिङ्गि. ओके, अत्र सूत्रमस्ति आकारान्तः दीर्घ आकारान्त एत्तुं भवति. समीचीनं. दातु केचन धातवः अस्ति गु मा स्ता गा पा हा सा धातवः जलि परे इति जलि किति प्रत्ययपरे एत्तम् आदेशः भवति. अग्रिमसूत्रमपि पठतु भगिनि. गा घूमास्ता गा मा जहाति सां झलि घू मास्था गा पा हा ओहाङ्क् सा येषां धातूनाम् आकारस्य स्थाने एकारादेशो भवति हलादि किति निति आदधातुकप्रत्यये परे धात्वादेशे श्वः सः आदेः च उपदेशति इत्येषाम् इत्याभ्यां श्रो सा भवति घूश्च माश्च स्थाश्च गाश्च पाश्च जहाश्च साश्च तेषाम् इतरेतरद्वन्द्वः गुमास्ता गा पा जहाति सां साः तेषां घूमास्ता गा पा जहाति सां गोमास्ता गा पा जहाति सां षष्ट्यन्तं जलि सप्तम्यन्तं द्विपदपदं सूत्रं दीङ्गो दीङ्गे यङ्चि निति इत्यस्मात् इति इत्यस्य अनुवृत्तिः आतो लोपः इति च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः ईद्यति इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः आद्यदातुक इत्यस्य अधिकारः अङ्गस्य अधिकारः अनुवृत्तिसहितोत्रं घूमास्तागापाजहाति साम् आतः अङ्गस्य ईत् हलि किति ददातुके अष्टदातवः आदन्तदातवः स्थाने आकारस्य स्थाने एकार आदेशः भवति हलादिप्रत्ययः कित् आर्धदातकप्रत्यय परे एव कित् नित् प्रत्ययः सत्यं तदपि मुख्यं फलादि कित् आर्धधातुकप्रत्यये परे एव तस्य कार्यम्. अग्रे अपि अपि पठतु भगिनि. गोमास्तागापाजहाति सामहलि इत्यनेन यक् प्रत्यये परे दा योगः यक् दीयते, परन्तु परस्मैपदि आशीर्लिङ्ग् एर्लिङ्गि इत्यनेन एतुं न तु एकारादेशः. दायोगयात् देयभयात् देया प्रकृतसूत्रे आदुधातुके किति लिङ्गि इत्युक्तम्. अस्य फलितार्थः प्रश्नेपदे आशीर्लिङ्गि एव. विधिलिङ्ग् सार्वधातुकत्वात् तस्य न भवति. किद् आशिषि इत्यनेन आशिषलिङ्गः परस्मैपदेषु एव चित्तम्, अतः आत्मनेपदे न भवति. ओके, अत्र अन्य ट्विस्ट् अस्ति. गोमास्तागापाचाहति सां ध्याले अत्र धातुतः यक् धातु दीर्घ आकारान्त धातु दा धातु यक् परे अस्ति. दि आकारस्थाने एकार आदेशः भवति. दीयते इति रूपं, परन्तु आत्मनि परस्मैपदेषु आशीर्लिङ्ग् एर्लिङ्गे इति सूत्रेण एत्वं भवति, न तु ए. दा योगः यात् दे यात् देयात् सूत्रं वदति आर्धधातुके निति लिङ्गि. अत्र निमित्तानि प्रत्ययः आर्धधातुकप्रत्ययः किति लिङ्ग् आशीर्लिङ्ग् अस्ति चेत् अत् भवति, परन्तु विधिलिङ्ग् सार्वधातुकत्वात् अत्र सूत्रं न करोति. किद् आशिषि इत्यनेन आशिषि लिङ्ग् परस्मैपदेश एव कित्तम् एव कित्तम्, अतः आत्मनेपदे न भवति. ओके, सारांशः दातवः घूमास्तागापाजहाति सांहलि सूत्रेण परस्मै धातुतः दीर्घ धातुतः आशीर्लिङ्ग् परस्मैपद आशीर्लिङ्ग् विषये आकारस्थाने एकार भवति. पुनः केन सूत्रेण एकारः भवति? एर्लिङ्गि एर्लिङ्गि सत्यं भवति. वयं जानीमः विधिलिङ्ग् सार्वधातुक समये तत् न भवति. किमर्थं चेत् किद् आशिषि इत्यनेन आशिषि लिङ्ग् परस्मैपदेषु एव कित्वम्, अतः आत्मनेपदे न भवति. अतः तत्र सूत्रद्वयमपि. प्रथमं तु गोमास्ता गापा जहाति सां हलि इत्यनेन ईत्वं विधीयते आकारान्तानाम् ईत्वम्. आर्धधातुके किति लिङ्गि समीचीनम्. इदानीं तस्य अपवादः एर्लिङ्गि. तत्रापि एत्वं भवति कुत्र इत्युक्ते आर्धधातुके किति लिङ्गि. अतः परस्मैपदी आशीर्लिङ्गि एव तस्य कार्यं भवति. विधिलिङ्ग् तु सार्वधातुकम् अस्ति, अतः तत्र आर्धधातुकत्वं नास्ति इति कृत्वा एर्लिङ्गि इत्यनेन तत्र एत्वं न भवति, विधिलिङ्गि न भवति. प्रथम फस्ट् पायिण्ट्. द्वितीयम् अस्ति तत्र किदशिषि इति सूत्रं. किदाशिषि इति सूत्रेण आशिषि लिङ्गि परस्मैपदेषु एव कित्वं भवति, इत्युक्ते आत्मनेपदे आत्मनेपदी तु कित्वं न आरोपितं, केवलं परस्मैपदे एव कित्वम् आरोपितम्. कित्वस्य यदा निमित्तम् अस्ति तदा एव एर्लिङ्गि इत्यस्य कार्यम्। अतः आत्मनेपदे एर्लिङ्गि इत्यस्य कार्यं न भवति। अवगतं वा? अवगतम्। समीचीनं, तदेव तत्र। धन्यवादः। धन्यवादः। विजया भगिनी दादा ग्वदा पठति वा? आं महोदय, नमस्कारः महोदय। नमस्ते। दादा ग्वदाप् इत्यनेन दो द दुदाञ्च् ध देङ् द धेट् ध दुदाञ्च् ध दान् द इति षट् धातवः गूसंज्ञकाः भवन्ति। दान् दुदाञ्च् दो टु कट् दान् दुदाञ्च् टु गिव् दो टु कट् डिवैड् देङ् टु प्रोटेक्ट् दुदाञ्च् to hold, bring, dhet, to suck, drink. Anena, ete shat gu sanjaka, kim asyatra? Gu sanjaka data vaha, cha, ma, sta, ga, pa, paane, buadhigane, ha, sa, sho. Iti dvadashanam datunam etvam bhavati kiti lingi prate pare. Atra, दादा गोदाप् इति द ध द ध अनन्तरं द दान इति अस्ति, द इति एतत् षट् धातवः सन्ति अत्र। अनेन एते षट् भूसंज्ञकः धातवः भवति। मा स्ता ग पा पाने एतत् पापाने, हा सा शो इति द्वादशानाम् आहत्य द्वादशानां धातूनाम् एत्वं भवति किति अनन्तरं लिङ्गि प्रत्यये परे अस्ति चेत्। लिङ्गि अत्र आशीर्लिङ्गि अनन्तरं विधिलिङ्गि अपि भवति वा महोदय? तत्र किति लिङ्गि इति आशीर्लिङ्ग् विषये एव वदति एत्वम्। अस्तु महोदय, इदानीं यथा द योगः यात् देयात् इति भवति, आकारस्य स्थाने एकारक भूत्वा एत्वम्। अत्र केन सूत्रेण इति वदतु भगिनि? अत्र धातूनाम् आकारस्य स्थाने ईकारः आदेशः भवति गुमास्ता इति, एर्लिङ्गि अत्र एतवं भवति एर्लिङ्गि एर्लिङ्गि इति अस्ति। इदानीम् अत्र देयात् देयास्तां देयासुः आशीर्लिङ्ग देयास् इति अस्ति। अत्र देयाः देयास्तं देयास्थ देयासं देयास्व देयास्म इति भवति रूपं सिद्धम्। अत्र एकं वाक्यं वदति वा? धातु धाने इत्येव अर्थः। अप्राप्तुं प्राप्तुम् इच्छा आशीर्वादार्थे कुत्र भवति महोदय? भवती एकं वाक्यं वदतु भगिनि आशीर्लिङ्गि, यत्किमपि स्वीकरोतु। अत्र दे इति दा इति अस्ति, अनन्तरम् एक एत्वं भूत्वा देयत् भवति दा। अत्र किमस्ति दान् इति अर्थे आगच्छति खलु महोदय? सत्यं, दादाने दादाने। अत्र दशरूप्यकाणि देयात् दशरूप्यकाणि याचकस्य याचक एकनिमिष चतुर्थी एव भवितव्यं खलु महोदय? दा इति अस्ति। कः पृच्छ कः प्राप्तुम् इच्छति इति वदतु, अनन्तरं वाक्यं वदामः। प्रथमपुरुष वा मध्यमपुरुष वा? याचकाय अहं दशरूप्यकाणि देयासम् देयासम्। समीचीनं, अग्रे पठनीयं वा इदानीम्? आम् आम्, एवमेव दा योगः यात् देयात् मा योगः यात् मेयात् सा योगः यात् स्थेयात् गा योगः यात् गेयात् पा योगः यात् पेयात् हा योगः यात् हेयात् सा योगः यात् सेयात् सर्वत्र एत्वं भूत्वा अत्र एर्लिङ्गि इति सूत्रेण सर्वत्र एत्वं भूत्वा सिद्ध अङ्गं भवति, सिद्धरूपेण अङ्गं भवति. न न रूपमेव, अङ्गं नास्ति, अन्तिमरूपमेव तिङन्तरूपं. देयं यत् इति पठतु भगिनि. देयं यत् मा इत्यनेन मा मापने इत्येव ग्राह्यं. मेङ् माङ् इति न गृह्यते यतोहि दौ थौ धौ नित्वात् आत्मनेपदसंज्ञकौ. आत्मनेपदे लिङ् चित् नास्ति. खिताशिशि इत्यनेन केवलम् आशिशि लिङ्गः परस्मैपदेषु यासुट् कित् इति उक्तम्. अन्यच्च पादातुः इत्युक्तौ पापाने एव, नाम वादौ पिबति लटि. अदादिगणस्य पादातोः एत्वं न भवति अत्र, अतः तत्र पायात् एव भवति. अत्र मा इति मापने इति अर्थे आगच्छति. अत्र मापने एव ग्राह्यम्. अत्र मेङ् माङ् इति न भवति. किमर्थं चेत् अत्र एत्वं नास्ति. दौ त्वौ नित्वात् अत्र आत्मनेपदे सञ्जकौ भवति. नित्वात् अत्र किमपि गुणकार्यं नास्ति एव किङ् इति इत्यनेन. अनन्तरम् आत्मनेपदे लिङ् कित् नास्ति. किदाशिशि इत्यनेन केवलं आशिषि लिङ्गः परस्मैपदी यासूत् कित् इत्युक्तम्. अन्यच्च पादातुः इत्युक्तौ पापाने एव भवति. अत्र भुवादिगणे स्वीकुर्मः चेत् पापाने पिबति इति लटि प्रथमपुरुषे एकवचनं भवति. अनन्तरम् अदादिगणस्य पादातोः एत्वं न भवति, अतः तत्र पायात् पायोगः यात् योजनेन पायात् एव भवति, न पेयात् इति. तावदेव. अत्र यदा गोमास्ता इत्यस्मिन् सूत्रे यद् मा इति गोमास्ता इति मा इति उक्तं किल, तद् मा मापने तत्र तस्य एव ग्राहणं भवति. मेङ् माङ् इति णित्वम् अस्ति. तत्र णित्वम् इत्यनेन तत्र आत्मनेपदिसंज्ञकः भवन्ति. तत्र तु कित्वं न आरोपितं, तदेव वयं पूर्वं पठितवन्तः किल. कित्वं यदा तत्र नास्ति चेत् किदाशिषि इत्यनेन तत्र कित्वं नास्ति, केवलं परस्मैपदेषु एव कित्वं यासु कित् भवति इति कृत्वा तद् न स्वीकरणीयं, केवलं मा मापने इत्येव स्वीकरणीयम् इति प्रथमं. द्वितीयमस्ति पादातोः विषये, तदेव अहं पूर्वं यदा आकारान्तदातुः पठितवन्तः तस्मिन् समये एव उक्तवती. तत्र गूमास्ता इत्यनेन पाने पिबति, अस्माकं पिब् धातुः, पिब् इति धातु आदेशः, तदेव स्वीकरणीयं. तत्र अदादिगणस्य पादातुः तु पायात् इति आकारान्तदातुषु उल्लिखिताः. अत्र तु एत्वं न भवति इति तत्र बिन्दुद्वयं स्मरणे भवतु. समीचीनं वा? आम् भगिनि. अत्र गुमास्ता गा पा जहाति सां हलि इत्यनेन यक् प्रति परे दा यक् भवति, दीये इति भवति अनुबन्धलोपानन्तरम्. अत्र दा एतत् सूत्रेण आकारस्य ईकारः भवति खलु. अत्र किमपि क्लेशः नास्ति, परन्तु अत्र इदानीं किम् अस्ति अत्र आम् तत्र गुमास्ता इत्यस्य ग्रहणं भवति, परन्तु तत्र आर्धधातुके किति लिङ्गि ए हे भवति. ईहि न, ईकारादेशः नास्ति, एकारादेशः, अपवादः किल. आम् महोदय. 66 अस्ति गुमास्ता इति, 67 अस्ति एर्लिङ्गि इति परसूत्रम् अग्रिमसूत्रम्. आम् अस्तु महोदय, समीचीनं किल. आम् महोदय, धन्यवादः भगिनि. अत्र उषा भगिनि, संयोगपूर्व आकारान्तदातुम्. अस्तु भगिनि, संयोगपूर्व आकारान्तधातवः. अत्र विकल्पेन एत्वं भवति, वा अन्यस्य संयोगादेः 6468 परसूत्रम् ओके एर्लिङ्गि इत्यस्य परसूत्रं वा अन्यस्य संयोगादेः इति सूत्रेण विकल्पेन एत्वं भवति घ्रा ध्मा म्ना श्ना श्रा द्रा पाख्या प्राज्ञा इत्यादीनां विकल्पेन एत्वं भवति ग्ला ग्लायोगः यात् ग्ला इति न उल्लेखः भवति अत्र ओके विकल्पेन एत्वं भवति अन्यस्य वा अन्यस्य संयोगादेः इति सूत्रेण ग्ला इति आकारान्तधातुः ओके सो ग्लायोगः यात् ग्लेयात् ग्लायात् इत्यादिकं सो ग्लेयात् इति भवति ग्लायात् अपि भवितुम् अर्हति आशीर्लिङ्गि वा अन्यस्य इत्यनेन विकल्पेन इति एत्वं भवति आकारान्तदातवः परिगणितात् आकारान्तदातवः गूमास्तागापा इत्यनेन एर्लिङ्गि इत्यनेन एत्वं भवति परन्तु अन्य आकारान्तदातोः कृते ग्रा ध्मा म्ना श्ना द्रा इत्यादीनां विकल्पेन एत्वम् इति अस्ति भगिनि परन्तु ग्ला इति न अत्र उल्लेखः भवति परन्तु ग्ला इति आकारान्तदातवः विकल्पेन एत्वं भवति इत्यनेन वा अन्यस्य संयोगादेः इत्यनेन संयोगान्तदातोः इत्यनेन संयोगान्तदातोः ग्रा ध्मा म्ना संयोगः आदौ भवेत् अस्तु भगिनि संयोगः आदि ओ अत्र सूत्रं भवति विस्तरेण ओके पठामि भगिनि वा अन्यस्य संयोगादेः गुमास्तादिभ्यः भिन्नानां संयोगादीनां धातूनाम् आकारस्य विकल्पेन एकार आदेशः भवति आददातुके किति लिङ्गि प्रत्यये परे ओके संयोगादीन् आदीनां गुमास्ताधेः अन्यस्य संयोगादेः धातोः आतः एत्वं वा आर्धधातुके किति लिङ्गि अन्यस्य इत्यनेन गुमास्तागापा जहाति भिन्नस्य अन्यस्य इति किं स्थेयात् इति कृते स्थेयात् स्था इति एकः एव तादृशः धातुः गुमास्तादिषु इति कृत्वा स्थेयात् अन्यस्य ओके आतः अङ्गस्य इत्यस्मिन् तदन्तविधिः आतः अङ्गस्य इत्यस्मिन् तदन्तविधिः संयोगः आदिः यस्य सः संयोगादिः तस्य संयोगादेः वा अव्ययपदम् अन्यस्य षष्ट्यन्तं संयोगादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् एर्लिङ्गि इत्यस्मात् एः लिङ्गि इत्यनयोः अनुवृत्तिः आतोलोपः इति च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः दीङ्गो युडचि किङ्ति इत्यस्मात् किति इत्यस्य अनुवृत्तिः दीङ्गो युडचि इति 6463 ओके अनुवृत्तिसहितसूत्रम् अन्यस्य संयोगादेः आतः अङ्गस्य एहः वा आर्धधातुके किति लिङ्गि अस्तु भगिनि अनुवृत्तिसहितसूत्रं वदति अन्यस्य संयोगादेः आतः अन्यस्य इति पदेन स्थाधातोः उल्लेखः भवति संयोगादेः संयोगादेः आतः इत्यनेन संयोगान्तधातोः कृते आदिभागः संयोगः अस्ति चेत् आतः इति आदन्तधातोः संयोगादेः इति आदिभागः आतः अङ्गस्य एः आत्वस्य कृते ये भवति वा आर्धधातुके इत्यनेन विकल्पेन रूपं भवति रूपद्वयं सिद्ध्यति आर्धधातुके किति लिङ्गि आर्धधातुके इत्यनेन विधिलिङ्गी न उक्तं भवति, किति लिङ्गि इत्यनेन परस्मैपदे प्रत्ययः एव परः अस्ति चेत् एव कित् आशिषि इत्यनेन आर्धधातुकपरस्मैपदे कृते एव वा अन्यस्य संयोगादेः इत्यनेन संयोगान्तधातोः आदिसंयोगान्तधातोः कृते आत् अन्तस्य अस्ति चेत् आतः तत् आतः ये भवति इति प्रायः तत्र संयोगादिः इत्येव भवेत्, संयोगादेः इति संयोगादीनां धातूनाम् एव आदिमस्वरः संयोगः भवेत् इति किमपि नास्ति तत्र षष्टि एकम् संयोगादेः संयोगादीनां संयोगादीनां धातूनाम् आदि आदिभागः आदौ संयोगः भवेत् आदौ संयोगः भवेत् तत्र गुमास्ता इत्यत्र सा एव एकम् एकः एव धातुः यत्र संयोगः अस्ति अत्र एकस्य एकवचने अस्ति एकस्य धातूनामेव अन्यथा वा संयोगादि इति पर्याप्तमासीत् अन्यस्य वा संयोग अन्यस्य इति तत्र एकस्य धातूनां निवारणार्थमेव अन्यस्य वा स्था संयोगादेः इति कुड शुद्ध वास्ता स्था षष्ट्यन्तं दाः एव वा स्थाः संयोगादेः अग्रिमसूत्रम् अग्रिमसूत्रे अन्यस्य इत्यस्य ओ अनुवृत्तिः एसेन्शियल् अस्ति वा इति द्रष्टव्यं 64 68 विशेषम् अत्र एव आवश्यकता अस्ति अन्यस्य संयोगादेः आतः अङ्गस्य एः वा आर्धधातुके आं भगिनि दट् अन्यस्य No, it doesn't go to the next one. No, it doesn't go. Anyasya. Anyata kimapi anyata. Prayaha kimapi anya prayojanam bhaveta. Kimartam tatra sthaiti anuktva tatra anyasya va anyasya sanyoga dehe anuvritti abhavat kal bhagini tatra hali iti asti kal anuvritti asti tatra tatra srikrutam asti hali iti asti kal gumasa gapacha jahati tam hali iti hitvam asti tatra gumas e lingi iti asti anuvritti pura sutra tagat agatam asti tatra sta iti uktam asti kal atah tatra idanim sta iti avashyakata nasti asmin atah tatra va anyasya iti likhitam asti prayaha तदेव लाघवः भवति खलु प्रायः लाघवार्थं गोमास्ता इत्यस्मिन् तत्र ईत्वम् आवश्यकता ईत्वस्य आवश्यकता एव अस्ति गुमास्ता इत्यस्मिन् ईत्वं हलि सत्यम् अर्धातु अनन्तरम् एर्लिङ्ग् इति भवति अनुवृत्तिः स्वीकृतवान् अनुवृत्तिं तत्रापि आगतं तत्रापि आगतम् इदानीं तत्र स्था इत्यस्य तत्र व्यावर्तनम् आवश्यकमस्ति अतः अन्यस्य इति युक्तम् तदेव समीचीनं भवति तदेव छन्दसः कार्यमपि भवितुम् अर्हति वास्ता इति तत्र उच्चारणे प्रायः क्लेशः भवति वा अन्यस्य संयोगादेः इति तत्र यदा वदामः सा इत्यस्य तु न भवति अन्यस्य इति स्था इत्यस्य न भवति आम् अन्यस्य इति यदा वदामः तत्र तस्य तद् निवारणं भवति तस्य निवारणार्थम् इति भवति समीचीनम् नास्ता इति तत्र तु दोषः भवति आम् दोषः भवति खलु. पुनर्वदतु पुनर्वदतु भगिनि, वाट् इस् द दोष? वास्ता इत्यस्य कृते वास्तास्य संयोगादेः वास्ता इति वदामः चेत् ता इत्यस्य एव संयोगादेः किमपि कार्यं भवति इति अर्थः भवति किल. अन्यस्य इति यदा वदामः तत् निवारणं भवति, तद् नास्ति इति. समीचीनम्, आं सम्यक् चिन्तनं, सम्यक्. आम् सा इत्यस्य षष्ठी भक्ति ह्रस्व भवति, सः इति भवति वा आकारान्त? आकारान्त अस् अस् आयोगः अस् वास्तः इति तत्र किं भवति? तायाः लथा शब्दवत् स्थायाः स्थायाः वा ओ देन् द मात्रा आल्सो वुड् बि मोर्. तदेव छन्दस् तत्र तत्र दोषाः अभवन्. एतत् सम्यक् एव, सः तु चिन्तितवान् वयं किमर्थम् अस्मिन् विषये वा यस्य स्वन्यस्य संयोगादेः इत्येव. सम्यक् सम्यक् एव अस्ति, समीचीनं. भगिनी भवती अपि एकं वाक्यं वदतु, किमपि स्वीकृत्य वदतु. किम् अत्र रूपसाधनमिति नास्ति किल? श्रा इति धातोः ज्ञा ज्ञा इति यत् परिचितम् अस्ति तद् वदतु भगिनि. आम् ्राख्या इति अस्ति, प्राण्या अपि अस्ति. ओके ओके द्मा इति ब्लो टु ब्लो, रैट्? द्मेयात् अथवा द्मेयात् अथवा द्मायात् द्मायात् सो इफ् ऐ वाण्ट् टु से लेट् द विक्ट्रि थिङ्ग् बि अप्राप्तस्य प्राप्तुम् इच्छा, प्राप्तस्य प्राप्तुम् इच्छा, अप्राप्तस्य प्राप्तुम् इच्छा. अस्तु भगिनि, जयकोशः जयकोशम् अर्घोषं जयघोषं द्मेयात्. लेट् द जयघोषः घोषः द्मेयात्, दट्स् द कर्ता. लेट् इट् बि announced, let it be announced, then I am making it karmani. That is lot lakara kila, let it lot bhavati idanim tatra tasya arthah rupam shank goshah dmeyat iti ashirlinga arthe ashirling bhavatyah iccha asti tatra tadrisham jaya goshah bhavet iti dmeyat द्मायात् समीचीनमेव. तत्र अष्टाध्यायी डाट् काम् मध्ये केचन कानिचन उदाहरणानि प्रदर्शितानि अत्र विधि. सारि सारि भगिनि, ज्ञा इत्यस्य कृते सूत्राणां ज्ञेयात् अर् सूत्रं ज्ञेयात् सूत्राणां सूत्रं ज्ञेयात् ज्ञायात्. समीचीनम् इति अस्माकम् इच्छा अस्ति तावदेव किल? आम् आम् भगिनि. अत्र अस्मात् अपि एकं तत्र त्रीणि उदाहरणानि प्रदर्शितानि, एकवारं तत् पठित्वा वयमपि स्वादयामः. 3 3 1 7 3 सूत्रसङ्ख्या, आशिषि लिङ्ग् लोटौ. 3 3 1 7 3 आशिषि लिङ्ग् लोटौ. आम् ओ अप्राप्तस्य इच्छां दर्शयितुं लिङ्ग् लकारः लोट् लकारः च प्रयुज्यते. पठामि वा? आम् आम् पठतु. आशिः इत्युक्तौ आशिः इत्युक्ते अप्राप्तस्य इच्छा, यत्किमपि इष्टम् अस्ति परन्तु न प्राप्तं, न च लीलया प्राप्तुं शक्यते, ओके, परन्तु न प्राप्तं, तस्य प्राप्तेः इच्छां दर्शयितुं लिङ्लकारस्य लोट् लकारस्य च प्रयोगः भवति. यथा ईश्वरः मे विपुलमायुष्यं दद्यात्, विपुलम् आयुष्यं दद्यात्, ओके, दद्यात् ईश्वरः मे विपुलम् आयुष्यं दद्यात् अथवा ईश्वरः मे विपुलम् आयुष्यं ददातु, ओ ददातु, ओके, लोट् लकारः, दद्यात् आशीर्लिङ्ग्, ईश्वरः मे विपुलम् आयुष्यम्, ओके, लाङ्ग, ओके, भवान् चिरं जीव्यात्, जीव्यात् भवान् चिरं जीवतु, मे यु लिव् लाङ्ग्, ओके, मम शत्रुः म्रियताम्, ओके, यः लिङ्लकारः आशिषि अर्थे प्रयुज्यते तस्य निर्देशः आशीर्लिङ्लकारः नाम्ना क्रियते. यः लिङ्लकारः आशिषि अर्थे प्रयुज्यते तस्य निर्देशः आशीर्लिङ्लकारः नाम्ना क्रियते. विधिलिङ्लकारस्य अपेक्षया अस्य रूपाणि भिन्नानि भवन्ति, यतः लिङ्गाशिषि इत्यनेन आशीर्लिङ्लकारस्य प्रत्ययाः आददादिकसंज्ञकाः भवन्ति. लोट्लकारस्य विषये एतादृशभेदः नास्ति, अतः लोट्लकारस्य आशिषि अर्थे अपि भिन्नं नाम न दीयते. ज्ञातव्यम् आशिषि अर्थे लोट्लकारस्य तु प्रत्ययस्य प्रत्ययस्य तथा हि प्रत्ययस्य तुह्यातेः तातङ्ग् आशिषि अन्यतरस्याम् इत्यनेन वैकल्पिक तातङ्ग् आदेशः अपि भवति. यथा पठतु अथवा पठतात्, लिख अथवा लिखतात् आदयः. यत्र लोट् लकारः अन्येषु अर्थेषु प्रयुज्यते तत्र तु एतादृशः आदेशः न भवति. यदा आदेशः भवति तत्र वयम् आशिषि अन्यतरस्यां तुह्योस्तातम् आशिष अन्यतरस्याम् अवगतं किल आशिषार्थे तत्र पठतु इति आशिषार्थे अस्ति, पठतु इति आदेशार्थे अपि भवति, परन्तु पठतात् इति केवलम् आशिषार्थे भवति खलु, आदेशार्थे न भवति. समीचीनं किल, पठतु. अतः यद् वयं वाक्यं निर्माणं कृतवन्तः सम्यक् एव किल, तत्र यदा घ्मायते सर्वं सम्यक् एव. ईश्वरः मे विपुलम् आयुष्यं दद्यात्, भवान् चिरं जीव्यात्, मम शत्रुः मृषीष्ट इति अवगतं किल. ईश्वरः मे विपुलम् आयुष्यं देयासम् इति भवति वा, मह्यं देयात् भवति वा, देयासं भवति वा इदानीम् ईश्वर मह्यं देयात् क्षम्यतां देयात् इति भवति देयात् आशिषि आशीर्लिङ्गे अत्र दद्यात् इति लोट् लकारः अस्ति खलु, दद्यात् पुनः आशिषि एव यात् यास्तां यासुः एव किल महोदय, तत् दद्यात् कथं भवति तत्र दादातु खलु, यासुट् तत्र विधिलिङ्ग् अस्ति तत्र विधिलिङ्गार्थे तेषां प्रयोगं कृतवन्तः, देयात् इति भवति देयात् इति भवति, तत्र तु विकल्पं किमपि नास्ति किल, तद् एकमेव रूपं देयात् इत्येव एर्लिङ्ग् तत्र दद्यात् इति विधिलिङ्ग् एव ददातु नोट् दा इति तृतीयगण जुहोत्यादिगणीयदातु जुहोत्यादिगणी द्वित्वं भवति खलु भवेत् अत एव दद्यात् इति अस्ति भवेत् ईश्वर मे विपुलम् आयुषं देयात् इति भवति देयात् आयुषं देयात् आशीर्लिङ्ग् भवान् चिरं अत्र जीविति दातुः जीव्यात् जीव्यात् तदा आशीर्लिङ्गे अपि च विधिलिङ्ग् समानमेव भवति समीचीनं आम् जीवासुः अहं चिरं जीव्यासम् इति इच्छा अप्राप्तस्य प्राप्तुम् इच्छा एव किल इति समीचीनं न इच्छामि न देया न इति वदतु तावदेव तद् भवतः हस्ते अस्ति वा इच्छा किमपि भवितुमर्हति परन्तु तस्य एव इच्छा भगवतः इच्छा एव किम् अस्ति इति द्रष्टव्यं तावदेव अस्तु अग्रे सरामः महोदय भवतः क्रमः एव इकारान्त ईकारान्त भगवान् मम कृते किञ्चित् आयुषं दत्तवान् आसीत् अहं कर्करोगेण पीडितः आसीत् पञ्चवर्षपूर्वं केन्सर् अनन्तरम् अहं ऐ गोट् क्यूर् अस्तु अग्रे इकारान्त ऊकारान्त ऊकारान्त धातवः इगन्तधातुप्रसङ्गे आर्धातुकतिङ्प्रत्ययानां प्रभावेन सार्वकारकयोः इत्यनेन धातु इक् इकः गुणः भवति स्म सर्वत्र तदा किद् आशिषि इत्यनेन आशिषि लिङ्गः यासुट् कित् तेन च सम्पूर्ण तिङ्प्रत्ययः कित् तस्मात् निति च इत्यनेन गुणनिषेधः इति अस्ति तर्हि अग्रे गुणनिषेधः भवति इदानीं किद् आशिषि इत्यनेन कित्त्वम् आरोपितमस्ति अतः तत्र यदि यास् इति अत्र किमस्ति अत्र आर्धात्कप्रत्ययः अस्ति इति तत्र गुणः भवितुम् अर्हति परन्तु न भवति किदाशिः इत्यनेन अकृत्सार्धात्कयोः दीर्घः इति सूत्रेण एते सर्वे धातवः दीर्घाः भवन्ति इति अस्ति अत्र अकृत्सार्धात्कयोः दीर्घः जी योगयात् जीयात् हूयोगयात् हूयात् भूयोगयात् भूयात् इति अस्ति दीर्घत्वं भवति यकारादि अकृत् अक् यत् कृत् नास्ति अपि च आसार्वधातुक अस्य तत्र दीर्घः भवति इति अग्रे पश्यामि अकृत् सार्वधातुक एव दीर्घः अजन्तस्य अङ्गस्य दीर्घादेशः भवति यकाराधिपत्ये परे किन्तु स च प्रत्ययः कृत्सञ्ज्ञक अथवा सार्वधातुक चेत् न भवति अजन्त अङ्गस्य दीर्घः यादौ दीर्घः यादौ यकारादौ प्रत्यये न तु कृत् सार्वधातुकयोः इति अस्तु अचश्च इत्यनेन अचः एव दीर्घत्वं येन विधन्तस्य अलोन्तस्य कृत् च सार्वधातुकञ्च कृत् सार्वधातुके न कृत् सार्वधातुके अकृत् सार्वधातुके इति तयोः अकृत् सार्वधातुकयोः इति अत्र समासेन भवति कृत् च सार्वधातुकञ्च इति कृत् सार्वधातुकः न कृत् सार्वधातुक इदानीम् अकृत् सार्वधातुक इति सार्वधातुके इति सार्वधातुके अस्तु अकृत् सार्वधातुकयोः सप्तम्यन्तं दीर्घः प्रथमान्तं द्विपदमिदं सूत्रम् अयङ् इ ङिति इत्यस्मात् इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सूत्रमस्ति अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः इति अतः यकारादिप्रत्ययः भवेत् यकारादि खलु इ इति क्षमत यकारः नास्ति या सत्यं यकारादि एव य इति इ इति यकारादि वा यकारादिप्रत्ययः सत्यम् आं यकारादि एव इ इत्यस्य यकारादिप्रत्ययः भवेत् तत् कृत् भिन्न अपि च कृत् भिन्न अपि च सार्वधिकभिन्न भवेत् सार्वधिकभिन्न तर्हि तत्र वयं दृष्टवन्तः अत्र कुत्र यकारादिप्रत्यये परे यकारादि कृत् सार्वधिकप्रत्ययः अस्ति खलु तत्र षन् प्रत्ययः तत्र न भवति दीर्घः तस्य न भवति सार्वधिकः भवति वा तत्र सार्धधातुकप्रत्यये परे एव सार्वधातुकस्य नास्ति पूर्वस्मिन् पाठे अपि दृष्टवन्तः किल अकृत् सार्वधातुकीयतीर्थः तत्र कर्मणि कृते कर्मणि यक् अतः दीर्घादेशः भवति एतत्तु सामान्यसूत्रम् औत्सर्गिकसूत्रम् अकृत् सार्वधातुकीयतीर्थः अजन्त अङ्गस्य इति उक्तत्वात् अजन्तम् इत्यनेन सर्वेषामपि अच्वर्णानां ग्रहणं भवति अनन्तरम् आकारः अस्ति चेत् आकारान्तः अस्ति चेत् गुमास्ता अथवा एर्लिङ्गि अस्मिन् पाठे एर्लिङ्गि अकारः अस्ति चेत् अतोलोपः तादृशं तत्र डिडक्षन् करणीयम् एजन्तः अस्ति चेत् आदेश उपदेशे अशिति इति तादृशं डिडक्षन् कृत्वा अत्र अकृत् सार्वधातुकयो दीर्घः इत्यत्र इकारान्त ईकारान्त उकारान्त उकारान्त इति अवशिष्टं फलितार्थम् इत्येव तत्र तु न उक्तं किल तत्र वयं दृष्टवन्तः कर्मणि प्रयोगे यक् इति तत्र सत्यम् आम् भवति खलु सत्यम् आम् समानमेव अत्र कियात् ब्रूयात् भवान् अपि वदतु महोदय ब्रूयात् वदतु ब्रूयात् न तत्र सम्प्रसारणकार्यं अस्तु परन्तु ब्रूधातु वार्धातुकप्रत्यये परे वचादेशः भवति ब्रूयोग यात् ब्रूयोग यात् अस्ति ब्रू इत्यस्य वचादेशः भवति तर्हि तत्र न भवति तत्र वच् इत्यस्य वचि स्वपेजादीनां किति तत्र सम्प्रसारणं भवति अतः उच् उच् योग्यात् उच्यात् इति भवति उच्यात् उच्यात् इति अस्ति किं वक्तव्यं भगिनि तत्र आम् किमपि वाक्यं भवतः वाक्यं वाक्यम् अस्तु उच्यात् उच्यात् ब्रूयात् ब्रूयात् न भवति उच्यात् इति खलु उच्यात् उच्यात् गुरुः आशीर्वादवचनं उच्यात् इति अहं चिन्तयामि अहम् उच्यात् इत्येव समाप्तं तत्रैव अर्थः आगच्छति तावदेव इति अत्रैव उच्यात् इति अहं चिन्तयामि किमपि उच्यात् अस्तु उत्तम अस्तु उत्तम किमस्ति अत्र उत्तम किमपि किम उत्तमभाषणम् उत्तमवचनानि जनाः उत्तमवचनानि उच्यासुः उत्तमवचनानि उच्यासुः इति समीचीनं तावदेव खलु उच्यासु इति भवतः इच्छा अस्ति तावदेव प्राप्तेः उच्यासु इति तत् समीचीनं न भवति खलु उच्यासु इति अस्ति इति यदा भवान् किमपि तत्र अन्यत् वक्तुम् इच्छति चेत् इति तद् वक्तुं शक्यते बालकः पठति इति पर्याप्तं किल बालकः पठति इति सः वदति इति यथा तत्र कण्टिन्युवेशन् भवति चेदेव इति इत्यस्य आवश्यकम् अत्र तु तिङन्तपदमेव किल तत् वाक्यं समाप्तम् तत्र अर्थः आगच्छति आशीर्वादार्थे अस्ति अतः अर्थः आगच्छति समीचीनम् अस्तु अग्रे सरामः धन्यवादः महोदय अरुणा भगिनी हौ डिड् यू से इट् इस् फलितार्थ परि धातोः अकृत् सार्वधातुकदीर्घः इति अजन्त अङ्गस्य दीर्घादेशः भवति समीचीनं तत्र ईकार ईकार ऊकार ऊकार इति न उक्तं किल तत्र कथं वा वयं केवलम् इकार ईकार उकार उकारस्य विषये एव तस्य प्रयोगः अथवा प्रसक्तिः इत्युक्ते तत्र आकारान्तः अस्ति चेत् गुमास्त अथवा एर्लिङ्गि आर्धधातुकप्रत्यये परे तादृशम् एजन्तः अस्ति चेत् आदेश उपदेशे अशिति तत्र तादृशम् आगच्छति किल ऋकारः इदानीमेव पठामः रिंशयङ्लिङ्षु तदपि अजन्तः. तादृशं यदा वयं डिडक्ट् कुर्मः तत्र केवलम् इकार ईकार उकार उकारस्य विषये अकृत्सार्वधातुकयोर्दीर्घः भवति. तत्र न उक्तं परन्तु अतः तदेव सामान्यसूत्रम् औत्सर्गिकसूत्रम् अकृत्सार्वधातुकयोर्दीर्घः एव. अस्तु भगिनि, धन्यवादः. अरुणा भगिनि. ऋकारान्तदातवः लिङ्क्षु इत्यनेन ऋकारान्तदातूनां धात्वान्त ऋकारस्य स्थाने रिङ्ग् आदेशो भवति. श प्रत्ययपरे यक् प्रत्ययपरे लिङ्ग् लकारस्य च यकाराधिप्रत्ययपरे णङ्कारः इत्संज्ञकाः यथा. सूत्रमस्ति धातुः ऋकारान्तस्ति चेत् रिङ् क्षय लिङ्चु इति सूत्रेण ऋकारस्थाने धातुत्त अन्त ऋकारस्य स्थाने रिङ् आदेशः भवति. निमित्तानि किम् अस्ति चेत् श प्रत्ययः परे च यक् प्रत्ययपरे लिङ्लकारस्य यकाराधिपत्ये परे विजानीमः किङ् प्रत्ययः शलिङ्ग् इति यात् यातामि यायुः इति ततः लिङ् आदेशः भवति. अत्र उदाहरणं दत्तं क्रु युगः यात् रिङ् शलिङ्क्षु ख युगः रिङ् यात् क्रियात् भवति. उदाहरणं वदामि वदतु वदतु. पुत्रा शुभकार्यं क्रियात्. सम्यक्. पुत्रः शुभकार्यं क्रियात्. श्रियात् उदाहरणं किं भगिनि? श्रियात् अर्थं किं? क्रोधात् हृदातुः हरणार्थे किल हृ. अत्र लज्जा नास्ति वा महोदय? कुत्र श्री इति हृ इति अस्य वा? पश्यामः. हरति इति न, परन्तु अत्र ह्रि इति भवति खलु. हृ ह्रि इति भवति योजनेन क्रियात्. अत्र लज्जाया विषये एव भवति खलु. पश्यामि एकवारं पश्यामि. कृ इति धातुः कृ धातुः पश्यामि एकनिमिषम्. कृ हरणे भुवादिः किल टु टेक् अवे क्यारि टु स्टील् टु अक्वायर् इति. अस्तु महोदय, अत्र ह्री इति रिङ्ग् इत्यनेन ह्री भवति खलु. अत्र परिवर्तनं भवति खलु लज्जा इति. अर्थः अर्थः न परिवर्तनं भवति किल भगिनि? अर्थः तु ह्री एव भवति. सत्यं, यदा कृ क्री भवति हृ ह्री भवति. सत्यम्. अत्र समानमेव वा? अत्र ह्री इति लज्जा सर्वदा अर्थस्य परिवर्तनं कदापि न भवति किल भगिनि? तत्र रूपभेदः एव किल. रूपभेदः अस्ति, परन्तु हृ इति हरन् हरति इति अर्थे आगच्छति. परन्तु अत्र रिङ्ग् योजनेन हृ ह्री इति भवति खलु. ह्री सत्यं. अत्र हि इति लज्जा अर्थे आगच्छति वा? नास्ति वा? तदपि हरति इति अर्थे वा? प्रायः ह्री इति अन्य किमपि धातुः भवेत्, परन्तु अस्मिन् धातोः अर्थः एतदेव हृ धातोः अर्थः एव. अस्तु महोदय. कुत्र अन्यत्र कुत्रापि भिन्न तदेव अहं वदामि, तद्भिन्नधातुः प्रायः भवेत्. हृ हरणे इत्यत्र तु टु टेक् अवे टु क्यारि टु स्टील् टु अक्वयर् इत्येव अर्थे एव भवति. अवगतं किल? सत्यं ह्रियते इति प्रायः अन्यधातुः तत्र यदा भवती वदति तत्र लज्जार्थे इति तद् तस्य रूपं तादृशम् अस्तु महोदय धन्यवादः अस्तु ऋकारन्तस्य अङ्गस्य रिङ्ग् आदेशो भवति शप्रत्यये यत् प्रत्यये यकारादि आदिधातुक लिङ् प्रत्यये च परे षश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः शयलिङ् तेषु शयलिङ्षु किङ् पदवान्तं शयलिङ्षु सप्तम्यन्तं द्विपदवतं सूत्रम् अयङ् इ किनिति इत्यस्मात् इ अकृत् सार्वधातुकयोर्दीर्घः इत्यस्मात् आर् सार्वधातुक रिङ् ऋतः इत्यस्मात् ऋतः इत्यस् अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसे सूत्रं ऋतः अङ्गस्य रिङ् इ आसर् सर्वदात्विके शैलिङ्क्षु पठितवन्तः चर्चितवन्तः ऋकारं तु धातु अस्ति चेत् लिङ् आश्रिङ् रिङ्ग् ऋकारन्त स्थाने रिङ्ग् आदेशः भवति शप्रत्ययपरे यक् प्रत्ययपरे यकारादि आदिधातुकप्रत्ययपरे एव अतः ऋतः अङ्गस्य रिङ् इ आसार्वधातुके शयङ् लिङ्क्षु ष यक् यकारादि आर्धधातुक लिङ् प्रत्यये च परे अग्रे अपि भगिनि यस्मिन् विधि तदादौ अल्पहण् यस्मिन् विधि वदतु भगिनि किञ्चित् उपरि अत्र अकृत् सार्वधातुके इति अस्ति खलु महोदय अकृत् सार्वधातुकयोर्दीर्घः अत्र येन विधि तदन्तस्य कार्यं किं करोति महोदय अत्र कुत्र येन विधि तदन्तस्य अस्ति वा अजन्त अङ्गस्य दीर्घादेशः भवति इति उक्तम् तत्र न केवलम् अङ्गं यः न केवलं तादृशम् अङ्गं यत्र यस्य अन्ते अजन्त अज् अन्तः अस्ति परन्तु किं वदामः तादृश तस्य एव तत्र उल्लेखः किल अच् इति यदा वदामः केवलम् अच् वर्णः इति मा भवेत् परन्तु यस्य अन्ते तादृशम् अङ्गं यस्य अन्ते अच् अज् वर्णः अस्ति इति येन विधिस्तदन्तस्य वदति विधिः कुत्र भवति इति येन विधिस्तदन्तस्य इत्यस्य कार्यम् अत्र सूत्रमपि एतदेव वदति अजन्त अङ्गस्य दीर्घः कुत्र अजन्त अङ्गस्य दीर्घः भवति यकारादिप्रत्यये परे अत्र अकृत् सार्वधातुक यो दीर्घः एतदेव वदति अत्र येन विधिस्तदन्तस्यापि न सूत्रं तद् न वदति सूत्रं किं वदति इत्युक्ते अकृत् सार्धधातुकयोः दीर्घः भवति इत्येव सूत्रं वदति कुत्र भवति विधिः कुत्र भवति इति प्रश्नः भवति तत्र अजन्तः इति उक्तत्वात् तत्र प्रश्नः आगच्छति तत्र वयम् अजन्तः इत्युक्ते तत्र अच् केवलम् अच् वर्णः अस्ति चेत् तस्य अङ्गस्य स्वीकुर्मः वा यस्मिन् अन्ते अच् वर्णः अस्ति तत्र स्वीकुर्मः वा इति प्रश्नः आगच्छति किल तत्र विधिः कुत्र भवति इत्यस्य परिभाषा एव येन विधिस्तदन्तस्य यत्र यत्र विशेषणविशेष्यभावः अस्ति तानि कुत्र अचः अङ्गस्य इति इत्यत्र विशेषणविशेष्यभावः अस्ति तत्र सर्वत्र येन विधिस्तदन्तस्य आगच्छति अचः अङ्गस्य दीर्घः इति उक्तम् अचः अङ्गस्य इत्युक्ते कः इति प्रश्नः तत्र विधि न केवलम् अच् इत्यस्य परन्तु यत्र अङ्गस्य अन्ते अपि अच् अस्ति तादृश अङ्गस्यापि स्वीकारं भवतु इत्येव वदति अज येन विधिस्तदन्तस्य इदानीं पुनः प्रश्नः आगच्छति तत्र कुत्र अच् भवेत् इति, तत्र अलोन्त्यस्य इति तत्र आगत्य अन्त्यस्य अच् अच् इत्यस्य एव आदेशः. कुत्र दीर्घादेशः? इदानीं पूर्णतया तत्र वयम् अजन्त अङ्गं सर्वम् आगच्छति. इदानीं पुनः प्रश्नः, कुत्र आदेशः इति? अलोन्त्यस्य वदति अन्त्यस्य स्थाने एव आदेशः, न तु पूर्णतया इति. अवगतं वा? परिभाषासूत्रम् अस्ति भगिनि, येन विधिस्तदन्तस्य अलोन्त्यस्य इति. यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र सर्वत्र येन विधिस्तदन्तस्य भवति. अत्रापि पश्यतु, रिङ्क्षयङ् लिङ्क्षु इत्यत्र ऋतः अङ्गस्य इति अस्ति. तत्र पठतु भगिनि, तत्र कुत्र अस्ति येन विधिस्तदन्त? आम्, यस्मिन् विधिः तदादौ अल्ग्रहणे पठतु, अनन्तरं येन विधिस्तदन्तस्य आगच्छतु. यस्मिन् विधिः तदादौ अल्ग्रहणे, अवल्ग्रहणे अरुणा भगिनी अस्ति वा? न श्रूयते भगिनि. अरुणा भगिनि, आडियो सम्यक् नास्ति वा? आम्, पठतु अरुणा भगिनी. इदानीं श्रूयते वा भगिनि? आम्, इदानीं श्रूयते. ओके, यस्मिन् विधि तदादौ अल्ग्रहणे, तत्र तदादौ अल्ग्रहणे इति परिभाषय, ई नाम यकारादौ, यस्य आदौ यकारः तस्मिन् परे ई असर्वधातुके च लिङ् विशेषणं, येन विधिदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य रिङ् नितः, अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकासीत् सर्वस्य. तत् प्रबाद्य निच्च इति सूत्रेण आदेशः नित् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्तस्य एव स्थाने आदेशः. वदति वा? अवगतं वा? आगतं भगिनि. सूत्रं वदति, यकारादिप्रत्यय परे असर्वधातुक अपि अस्ति चेत् नो सर्वधातुक सर्वधातुक यजादिप्रत्ययपरे यकारादिप्रत्यय आद्यधातुकप्रत्ययपरे ऋकारस्य स्थाने रिङ् आदेशः कुत्र भवति आदेशः इति चेत् ऋतः अङ्गस्य इत्यनेन न केवलं ऋकारस्य इत्यस्य अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य अपि. ऋकारः अङ्गस्य अस्ति वा ऋकारान्त ऋकारान्तः केवलं ऋकार अन्ते अस्ति भगिनि? समीचीनं. तत्र यदा तत्र वयं पश्यामः अनुवृत्तिसहितसूत्रे ऋतः अङ्गस्य रिङ् रिङ् इति आदेशः, ऋतः अङ्गस्य इति षष्टि, तत्र विशेषणविशेष्यभावः अस्ति. ऋतः अङ्गस्य इति षष्टि स्थाने योग स्थानं सूचयति. तत्र वयं प्रश्नः सर्वदा भवेत् ऋतः अङ्गस्य इत्युक्ते ऋकारः इति अङ्गं वा इति प्रश्नः, केवलं ऋकारः इति. यदा वयं कृ इति धातुः स्वीकुर्मः, ऋकारः कुत्र अस्ति? अङ्गस्य अन्ते अन्ते. ऋकारः इति अस्ति चेदपि अस्य सूत्रस्य प्रसक्तिः, ऋकारान्तम् अङ्गमस्ति चेदपि अस्य सूत्रस्य प्रसक्तिः. कथम् एतद् वयम् अवगच्छामः इत्युक्ते येन विधिस्तदन्तस्य इति परिभाषासूत्रेण अवगच्छामः. केवलं सूत्रं पश्यामः चेत् न अवगन्तुं शक्यते, अतः एव येन विधिस्तदन्तस्य. इदानीं द्वितीयभागः, तत्र रिङ् आदेशः भवति ई असार्वधातुके शयं लिङ्क्षु. ई सार्वधातुके इति सप्तमी, लिङ् इत्यस्य विशेषणं भवति, तत्रापि विशेषणविशेष्यभावः अस्ति. यत्र सप्तम्या यद् पदं सूचितं तत्र विशेषणविशेष्यभावः अस्ति तत्र सर्वत्र यस्मिन् विधिः तदादौ अल्ग्रहणे इति सूत्रस्य परिभाषासूत्रस्य एतत्तु सूत्रं नास्ति परिभाषा अस्ति अष्टाध्याय्यां न उल्लिखितः तत् परिभाषा अस्ति तस्य प्रसक्तिः भवति यस्मिन् विधिः तद् आदौ अल् यद् अल् आदौ अस्ति तस्य ग्रहणं भवति सो ई असार्वधातुके इत्युक्ते यकारादौ असार्वधातुकप्रत्यये परे लिङ् इत्यस्य विशेषणं षष्ठी स्थानमस्ति चेत् येन विधिस्तदन् तस्य विशेषणविशेष्यभावः यस्य स्थानस्य विषये विधिः अस्ति चेत् तदन्तविधिः सप्तमी विशेषणविशेषः अस्ति चेत् तत्र तदादौ आदिविधिः इति स्वीकर्तव्यम् इदानीं तत्र पुनः तत्र रिङ्ग् इति आदेशः पूर्णतया आगच्छति वा अन्ते आगच्छति वा इति तत्र णिच् इति सूत्रेण तत्र तद् अनेकाल् चेदपि णित्वात् अन्त्यस्य एव आदेशः ऋ इत्यस्य ऋकारस्य एव आदेशः न तु पूर्णतया इति वदति परिभाषात्रयम् अत्र द्वयं सूत्र परिभाषासूत्रद्वयम् एका परिभाषा अवगतं वा अवगतं भगिनि विजया भगिनी अवगतं वा आं महोदय समीचीनम् अथवा तत्र सूत्रं दृष्ट्वा तत्र अवगन्तुं न शक्नुमः केवलं तत्र परिभाषासूत्राणि दृष्ट्वा एव अवगन्तुं शक्नुमः समीचीनं वा अतः तत्र रिङ् शयङ् लिङ्षु इत्यस्य कार्यम् अनेन एव तत्र रिङ् इति आदेशः भवति समीचीनम् आम् अन्त्यरिकारस्य स्थाने धन्यवादः भगिनी तत्र विजया भगिनी अस्य द्वौ अपवादौ इति पठतु अनन्तरं समापयामः आं महोदय अस्य द्वौ अपवादौ प्रथमबिन्दुः रुधातुः संयोगादि ऋकारान्तदातवः च गुणोर्ति संयोगाद्योः इत्यनेन ऋकारान्तदातोः आदौ संयोगः अस्ति चेत् धातौ गुण आदेशः भवति शा प्रत्यये परे यक् प्रत्यये परे लिङ् लकारस्य यकारादिप्रत्यये च परे अत्र यथा स्मृ योगः यात् अत्र ऋकारान्तदातोः संयोगः अस्ति चेत् अत्र गुण आदेशः भवति प्रत्यये परे यक् अस्ति चेत् अनन्तरं लिङ् अस्ति चेत् अनन्तरं शा अस्ति चेत् इदानीं स्मृ इति स्म किमर्थं ऋकारस्य लोपः भवति महोदय अत्र लोपः न तद् न दृश्यते तावदेव स्मर् गुणः एव रेपः न दृश्यते फाण्ट् दोषः स्मर्यते स्मर्यात् रेपः स्मर् इति भवति स्मर् यात् स्मर् अत्र दत्तं स्मर् योगः यात् स्मर्यात् इति भवति तादृशमेव द्रु योगः यात् द्रौ इति भवति द्रौ योगः यात् द्रव्यात् इति भवति द्वर्यात् इति सर्वत्र रेपः अर् आदेशः किल उरण्प्रः गुणादेशः अकारस्य स्थाने उर् आदेशः भवति खलु महोदय रेपस्य अर् किल उरण्प्रः रेपस्य अर् आदेशः भवति इदानीं हृ इति अस्ति चेत् अत्र योगः यात् अत्र ह्वर्यात् इति भवति योगः यात् अत्र स्वर्यात् इति भवति स्वर् योगः स्वर्ये अत्र रूपद्वयं भवति न स्वर्यते स्वर्यात् इति भवति तावदेव खलु महोदय अत्र स्वर्यते स्वर्यते स्वर्यात् अनन्तरं रु धातुः अपि तथा ऋ योगः यात् अत्र ऋ स्थाने अर् आगच्छति अनन्तरम् अर् योगः यात् अर्यात् इति भवति सत्यं कृ धातोः अपि ग्रहणम् अस्मिन् सूत्रे गुणोर्ति अर्ति इति अस्ति किल तद् ऋ धातोः विषये एव वदति. अत्र सूत्रं प्रायः अग्रिमसप्ताहे पठामः, समयः जातः. गुणोर्तिसंयोगादयोः इति सूत्रं पठामः. भवत्य किञ्चित् गृहपाठरूपेण वाक्यनिर्माणं कुर्वन्तु. समीचीनं वा? आम् महोदय, वर्गमस्ति खलु? आम् वर्गः अस्ति. आम् तस्मात् पूर्वं भोजनमपि करणीयम् अथवा दशवादनं भवति किल तदेव. अस्तु, धन्यवादः. धन्यवादः भगिनी.